पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 26 शौनक उवाच श्रोतुमिच्छामि दे प्राज्ञकथयस्व समूलकं प्रतिज्ञापालने पुण्यं खण्डने किं च किल्बिषम् अनृते शपथे किं वा सत्ये किञ्चित् भवेन्मुने दक्षिणं किङ्करं दत्त्वा कृपां कृत्वा कृपार्णव सूद उवाच शृणुष्व मुनिशार्दूल कथयामि समूलतः वैष्णवानां त्वमग्र्योऽसि सर्वलोकहिते रताः धेनूनां तु शतं दत्त्वा यद्फलं लभते नरः तस्मात् कोटिगुणं पुण्यं प्रतिज्ञा पालने द्विज प्रतिज्ञा खण्डनान्मूढो निरयं यादिदारुणं शतमन्वन्तरं यावत् पच्यते नात्र संशयः ततोऽत्र जन्म चासाद्य निर्धनस्य निकेतने अन्यवस्त्रैर्विहीनस्याक्लेशी चापि स्वकर्मणा सत्येन शपथं कुर्याद्देवाग्निगुरुसन्निधौ तावद्दहति वै गात्रं विष्णोर्वंशो न लुप्यते मिथ्यायां शपथे विप्र किमहं वच्मि साम्प्रतं शतमन्वन्तरं विप्र निरयं मिथ्यया किमु निर्माल्यं श्रीहरे स्पृष्ट्वा सत्येन मुनिपुङ्गव गृहीत्वा पुरुषान् सप्त पच्यते निरये चिरं कदाचिज्जन्म सम्प्राप्य पुष्टी च प्रतिजन्मनि सत्येनैवं भवेद्विप्र अनृते वै किमुच्यते यो मर्त्यो दक्षिणं दत्त्वा करं तत्प्रतिपाल्यते तस्य प्राप्तिर्भवेत् कृष्णः सत्यं सत्यं वदाम्यहं करं दत्त्वा तु यो मर्त्यो वचनस्य च पालनं तावन्न कुर्यात् पितरः प्राप्नुवन्ति च यातनाम् स्वयं तु मुनिशार्दूलनिरयं चादिदारुणम् उद्धारं कोटिपुरुषैर्मृदो यादि न संशयः शौनक उवाच कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनाद् दक्षिणस्य मुने ब्रूहि श्रोतुमिच्छामि सादराद् सूद उवाच पुरा किञ्चित् पुरे शूद्रो नाम्नासीद्वीरविक्रमः बह्वाशी पृथुलाङ्गैश्च बहुवक्त्रादिसुन्दरः धनवान् पुत्रवान् सभ्यो विद्वान् सर्वजनप्रियः विप्राणामतिथीनां च पूजकः सर्वदैवदु पितृभक्तो द्विजश्रेष्ठप्रतिज्ञा पालकः सदा वाचां गुरुजनानां च पालको हरिसेवकः एकदा सुन्दरो गेहं स्वपचस्तस्य छद्मना प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः ब्राह्मण उवाच शृणु मे वचनं धीर मम जाया मृदा शुभा किं करोमि क्व गच्छामि कथयाद्यानुकम्पया विवाहं यो जन कुर्यात् ब्राह्मणं च विशेषतः किञ्च दानैः किञ्च तीर्थैः किं यज्ञैर्व्रतकोटिभिः इति श्रुत्वा त्वसौ विप्रं चोक्तवान् वीरविक्रमः शृणु मे वचनं ब्रह्मन् बालास्ति मम कन्यका यदिच्छादे भवेद्विप्र दास्यामि विधिपूर्वकं नयमे दक्षिणं हस्तं दास्यामि चान्यथा नहि तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करं स्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विधि ब्राह्मण उवाच कृत्वा शुभक्षणं मह्यं देहि कन्यां शुभान्विदां विलम्बे बहुविघ्नं स्यादिति शास्त्रेषु निश्चितं वीरविक्रम उवाच तुभ्यं स्वकन्यकां ब्रह्मन् दास्यामि नास्ति चान्यथा दक्षिणं च करं दत्त्वा न कुर्यात् पुरुषाधमः सूद उवाच ब्राह्मणं कृष्णशर्माणं चाहूया कथया मुने पुरोहितमिदं सर्वं प्रोवाच संविदं द्विज कथं विप्रायते कन्यां शूद्राय दातुमिच्छसि अज्ञाताय कुलीनाय न ददस्वविशेषदः ऊचुस्तज्जातयः सर्वे जनकाद्यास्तपोधन अस्माकं वचनं ताद शृणुष्व वीरविक्रम न ज्ञायते कुलं यस्य देशगोत्रधनं तथा शीलं वयस्तस्य कन्या स्वजनैर्न जदीयते स उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करं कदाचिदन्यथा कर्तुं न शक्नोमि च सर्वथा इत्युक्त्वा तान् स विप्राय कन्यां दातुं प्रजक्रमे दृष्ट्वेदि ज्ञादयः सर्वे विस्मयमद्भुतं ययुः सत्यं तद्वचनं श्रुत्वा शङ्खचक्रगदाधरः आविर्बभूवसहसा चारुह्य गरुडं मुने श्रीभगवानुवाच धन्यं तेजगुलं धर्मो धन्यस्ते जननी पिता धन्यं ते वचनं सत्यं धन्यं ते दक्षिणं करम् धन्यं कर्म च ते जन्म त्रैलोक्ये नैव विद्यते एवं ते कर्मणा साधो चोद्धारं कुरुषे कुलं सूद उवाच एवं ब्रुवदि श्रीकृष्णे विमानं स्वर्णनिर्मितम् आगतं हरिगणैर्युक्तं सर्वत्र गरुडध्वजम् सर्वं तस्य कुलं ब्रह्मन् सश्वपाकपुरोहितं रथे चारोपयामास शङ्खपद्मधरस्वयं गृहीत्वा तान् हरिः सर्वान् गदो वैकुण्ठमन्दिरं तत्र तस्थौ चिरं ते च कृत्वा भोगं सुदुर्लभं वचनं लङ्घयेद्यस्तु यस्तु वा दक्षिणं करं सकुलो निरयं यादि सत्यं सत्यं वदाम्यहं तस्यान्नं तु जलं ब्रह्मन्नग्राह्यं पितृदैवतैः त्यक्त्वा धर्मो गृहं तस्य भीत्या यादिद्विजोत्तम दत्त्वांशां योजनकार्यान्नैराश्यं चैव मूढधीः सस्वकान् कोटिपुरुषान् गृहीत्वा नरकं व्रजेद वचनं लङ्घयेद्यस्तु धर्मस्तस्य विलङ्घति नृपाग्नितस्करैर्विप्र सत्यं सत्यं सुनिश्चितम् स्वर्गोत्तरमिमं सम्यक् श्रुत्वा स्वर्गोत्तरं व्रजेद जीवन्मुक्तस्त्विहामुत्र कृष्णाख्यं धामचोत्तमम् इति श्रीपद्मे महापुराणे ब्रह्मकण्डे सूदशौनकसंवादे षडिम्बशतितमोऽध्यायः इति स्वर्गोत्तरापरनामकं ब्रह्मकण्डं सम्पूर्णम् इति श्रीपद्मे महापुराणे चतुर्थं ब्रह्मखण्डं समाप्तम्। ओ